तनादिगणः इति प्रवर्तमानविषयः अस्ति. तत्र वयं गतसप्ताहे तस्य आरम्भं कृतवन्तः, अङ्गमपि निर्माणं कृतवन्तः. तनादिकृङ्भ्यः उः इति सूत्रेण उ इति विकर्णप्रत्ययः विहितः भवति तनादिगणे. तत्र वयं दृष्टवन्तः तत्र उ इति विकर्णप्रत्ययस्य स्वभावः कः इति. तिङ्क्षित् सार्वधातुकम् इत्यनेन वयं जानीमः तिङ् वा शित्वा अस्ति चेत् सार्वधातुकप्रत्ययः, परन्तु उ इति प्रत्ययः तिङ् नास्ति, शित्तपि नास्ति, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः इति दृष्टवन्तः. दशसु गणेषु तनादिगणः एकः एव यत्र विकरणप्रत्ययः आर्धधातुकः. तत्र कृ इति धातुः किमर्थं पुनः उक्तम् इत्यपि दृष्टवन्तः. विकरणप्रत्ययस्य विधानार्थमेव तत्र उ इति पुनः उक्तिः, पुनरुक्तिः यदा वदामः तत् पुनः द्विवारं वदनं किमर्थम् इत्युक्ते तत्र उ इति विकरणप्रत्ययस्य विधानार्थमेव इति अपि दृष्टवन्तः. अनन्तरं तत्र चतुष्टयं वयं दृष्टवन्तः, धातुचतुष्टयं स्वीकृतवन्तः प्रतिनिधिरूपेण. संयोगपूर्व अङ्गस्य परस्मैपदिधातुः ऋण्, असंयोगपूर्व अङ्गस्य परस्मैपदिधातुः तन्, संयोगपूर्व अङ्गस्य आत्मनेपदिधातुः ऋण्. तद् उभयपदि अस्ति, अतः आत्मनेपदि परस्मैपदि रूपाणि अपि सन्ति. तन् इति धातुः अपि उभयपदि अस्ति, अतः परस्मैपदि आत्मनेपदि रूपाणि सन्ति. असंयोगपूर्वं पूर्वधातुः इति कृत्वा तत्र स्वादिगणवतेव भवति. यदा तत्रापि वयं संयोगपूर्वाङ्गम् असंयोगपूर्वाङ्गम् इति चिन्तनं कृतवन्तः. शक्नु इति संयोगपूर्व उकारः, असंयोगपूर्व उकारः इति चिनु इति तत्र स्वीकृतवन्तः. तादृशचिन्तनमेव अत्र, परन्तु भेदः कुत्र अस्ति इत्युक्ते यदा अजादि अपित्सु स्वादिगणे अस्ति चेत् तत्र अस्माकम् अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इत्यनेन उवङ् आदेशः भवति, परन्तु अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते श्नु इति प्रत्ययः अत्र नास्ति, प्रत्ययान्त अङ्गम् अत्र नास्ति इति कृत्वा अत्र अस्माकं सर्वसामान्यसूत्रम् इगोयणचि इत्यस्य एव प्रसक्तिः प्राप्तिः अपि. यदा स्वादिगणवत् अत्रापि प्रथमम् इगोयणचि विधीयते, तद् बाधितं भवति, अपित्वात् बाधितं भवति, परन्तु पुनः आगच्छति इगोयणचि इति सूत्रं, तस्य कार्यं भवति इति दृष्टवन्तः. असंयोगपूर्वाङ्गम् अस्ति चेत् किं भवति इति पठित्वा अग्रे सरामः. राजेन्द्रमहोदय भवानेव पठतु महोदय, असंयोगपूर्व अङ्गधातूनां कार्यं किम् इति. ओ अत्र अत्र यद्भागं अपि पठितवन्तः अथवा पूर्वाङ्गात् अङ्गधातूनाम्. अस्तु, संयोगपूर्व अङ्गधातूनां कार्यं हलादिपित्सु गुणः. हलादिषु किमपि सन्धिकार्यं न अर्हम्. अर्नु योगति अर्नोति. अतः हलादिपित्सु अस्ति, प्रत्ययः अस्ति, तत् पित् प्रत्ययः अस्ति, तत् तत्र तु गुणः भवति, कोऽपि सन्धिकार्यं न भवति, न भविष्यति. अतोहि तत् अर्नु योगति अर्नोति रूपं निष्पन्नं भवति. अजादिपित्सु अजादिषु पित्सु, अजादिषु यः अजादि प्रत्ययः अस्ति चेत् तत् तत्रापि पित् प्रत्ययः अस्ति, तत् गुणः भवति. अर्नुयोग आनि, अर्नो योग आनि, अर्न अर्नुयोग अवयोग आनि, अर्नवानि. अत्र सामान्य कार्य प्रक्रिया अस्ति तत् पित्सु गुणः भवति, तत् अर्नवानि अन्तर्गतो गत्वा रूपं निष्पन्नं भवति. हलादि अपित्सु हलादि अपित्सु किन्नति च सूत्रेण इति नेन गुणनिषेधः किमपि कार्यं नास्ति अर्नुयोगतः अर्नुतः हलादि अपि प्रत्ययः अस्ति तत्र किन्नति निषेध च सूत्रेण गुणनिषेधः अस्ति तत्कारणात् तत् कोऽपि कार्यं नास्ति किमपि कार्यं नास्ति तत्र अर्नुयोगतः यथा उदाहरणत्वेन अर्नुतः अजादिपित्सु अजादिपित्सु अपि क्षम्यताम् अजादि अपित्सु अजादि अपित्सु इको यञ्चि इत्यनेन यन् आदेशः अर्नुयोग अन्ति अर्नुयोग व योग अन्ति अर्नवन्ति अत्र अजादि अपित्सु इको यञ्चि सामान्यसूत्रमेव अस्ति तत्र तेन अत्र यन् आदेशः भवति तथा तत् रूपं निष्पद्यते स्वादिगणे अत्र इको यञ्चि इति सामान्यं यन् विधायकसूत्रं प्रभाति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः तदा एकवारं यदा गुणनिषेधो भवति किन्नति च तत्पश्चात् अचिष्णु धातु ब्रह्मा युवर् इवङ् उवङ्गो इत्यनेन उवङ् आदेशः भवति यथा शक्नुयोग अन्ति शक्नुयोग उवयोग अन्ति शक्नुवन्ति परन्तु अस्मिन् सूत्रे शुनु प्रत्ययः उक्तं न तु उकारः अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति तनादि तर्हि तनादिगणे अजादि अपित्सु यथा सामान्यं यन् आदेशः एव भवति उयोग यन् आदेशः वकारः अर्नुयोग अन्ति अर्नवन्ति स्वादिगणे अत्र इकोयञ्चि सामान्यसूत्रः अस्ति तस्य एव कार्यं भवति अतः यन् विधायकसूत्रं तद् प्रभाति सार्धातु आर्धातुज्योः इत्यनेन गुणप्रसक्तिः प्रसक्तिः यथा एकवारं यथा परन्तु यथा तद् गुणनिषेधः भवति किन्नति च सूत्रेण तत्पश्चात् अचिष्णु धातु युवर् इवङ् उवङ्ग सूत्रेण तत् उवङ् आदेशः भवति यथा शक्नु स्वादिगणे भवति परन्तु अस्मिन् सूत्रे शृणु प्रत्ययः उक्तं तनादिगणे शृणु प्रत्ययः न अस्ति अपि तु उकारः एव विकरणप्रत्ययः आगच्छति तत् कारणात् तत् यथा सामान्यं यन् आदेशः एव भवति अचिष्णु धातु ब्रह्मा युवर् इवङ्गो तस्य सूत्रस्य प्रसक्तिः न भवति समीचीनम् अतः अत्र अर्णवन्ति इत्येव रूपं यणादेशः भूत्वा तत्र वयं एतत् स्मर्तव्यं वयं तत्र अष्टाध्याय्यां सूत्राणां बलाबलम् इत्यस्य अन्तिमपरिच्छेदे पठितवन्तः पुनः प्रसङ्गविज्ञानात् सिद्धम् इति तदेव कारणमस्ति इकोयणचि प्रथमं वयं दृष्टवन्तः लक्ष्ये लक्षणन्यायेन पुनः न आगच्छति इति परन्तु अत्र तु प्रथमं यद् इकोयणचि आगच्छति तत्तु सार्वधातुकार्धधातुकयोः इत्यनेन बाधितं भवति अतः पुनः तत्र कार्यं तु न भवति एव प्रथमं बाधितं पुनः आगच्छति यदा सार्वधातुकमपि निति च इत्यस्मात् अनन्तरं पुनः इको एणचि इत्यस्य कार्यमस्ति पुनः प्रसङ्गविज्ञानात् सिद्धम् इत्यनेन तस्य कार्यम् पुनः कार्यम् आगच्छति इत्येव तद् स्मर्तव्यं तद्विषयः तद् न्यायः तद् वार्तिकं किल वार्तिकमेव परिभाषाद्वयं तद् परिभाषा अस्ति तद् स्मर्तव्यम् अत्र अस्तु असंयोगपूर्वे किं भवति इति पश्यामः रघुपतिमहोदय पठति वा हा भगिनि असंयोगपूर्व असंयोगपूर्व पूर्वाङ्गधातूनां कार्यं हलादिषु पित्सु गुणः भवति तनुयोग अस्ति तनोति इति उकारस्य उकारः भवति अजादिपिस्सु गुणः तदा अवादेशः तनुयोग आनि तनो भवति तनोयोग आनि तन् यचो यवायसूत्रेण तन्वानि इति अवादेशः तन्वानि इति अग्रे हलादि अपिस्सु निति च इति इत्यनेन गुणनिदे गुणनिषेधः तनुयोगतः तनुतः तलद्वये अपवादभूतकार्यमस्ति लोटि हि लोपः तनुयोग हि तनु वकारे मकारे परे उकारस्य वा लोपः तनुयोगवः तन्वः तनुवः इति रूपद्वयम् अबाज् अजादि अपि सु इको यणचि इत्यनेन यणादेशः तनुयोग अन्ति तन्वन्ति इति तन्वन्ति इति भवति उकारस्य अकारस्य मेलन उकारस्य तने वकारादेशः भवति अग्रे दत्तमस्ति टिप्पण्यां स्वादिगणे यथा पूर्वयुक्तं सारि स्वादिगणे यथा उपर्युक्तं हलन्तधातुषु शक्ति वा अचिष्णुधातुब्रुवाङ् युवोरियङ् वङ् वो इत्यनेन यण् प्रपाद्य उवङ् अतः अजन्तधातुषु चि इव यण् आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितम् अतः कुष्णुमो सारधातुके इति परन्तु तनादिगणे यतः उपरि अचिष्णुधातृभुवां धातुभ्रुवां युवो रियङ् उवङ् इत्यस्य प्रसक्तिः नास्ति तर्हि अत्र असंयोगपूर्व अङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अस्ति नास्ति यत् उष्णो सार्वधातुक इत्यस्य प्रसक् आवश्यकता नास्ति अतः अत्र सामान्यसूत्र इहो एणचि इत्येव कार्यं करोति इति अस्ति अस्ति अत्र असंयोगपूर्वधातूनां कार्यमस्ति हलादिपिस्सु किमपि विशेषकार्यं नास्ति केवलं गुणः भवति सार्वधातुकसूत्रेण स्तनोति इति भवति अजादिपिस्सु अजादिपिस्सु गुणः भवति अनन्तरम् अवादेशः एचोयवसूत्रेण हलादिपिस्सु हि इति तनुयोग हि इति तस्य लोपः भवति वयं दृष्टवन्तः स्वादिगणे अपि उतश्च इति सूत्रेण इति भवति इति असंयोगपूर्वात् अपि च वकारे मकारे परि उकारस्य लोपः विकल्पेन तदपि वयं दृष्टवन्तः केन सूत्रेण इदानीं न स्मरामि तदपि तत्र अत्र अस्मिन् करपत्रे एव अग्रे अस्ति महोदय इति वयं दृष्टवन्तः वकारे मकारे परे उकारस्य वा अन्य विकल्पेन लोपः भवति तन्व तन्वः इति अत्र टिप्पण्यां दत्तमस्ति अचिष्णुधातुभ्रुवाङ् इवङ् इत्यनेन यन् प्रपाद्य उवङ् इति भवति इति भवति परन्तु अत्र अचिष्णुधातुभ्रुवाङ् इवम् इयङ् उवङ् इत्यस्य प्रसक्तिः नास्ति अतः उष्णुमो सर्वधातुके इत्यस्य प्रसक्तिः अपि आवश्यकता अपि नास्ति यन् कार्यं साधयितुम् अतः अत्र सामान्यतया एको एणचि आगच्छति इति कथम् समीचीनम् एतत् स्मरति वा महोदय तत्र स्वादिगणे किमर्थम् इको एणचि एव कार्यं न करोति तत्रापि यण् आदेशः एव भवति किल यदा वयं सार्वधातुके इत्यस्य का आवश्यकता इति स्मरति वा वयं पठितवन्तः स्मरामि अपवादसूत्रमस्ति अहं चिन्तयामि तत्तु समीचीनं परन्तु किमर्थं तस्य आवश्यकता अचिष्णुधातुभ्रुवामेव मास्तु किल वयम् इको एणचि इति तत्रापि कार्यं साधितुं शक्नुमः अस्माकम् इष्टरूपं यण् आदेशः एव तद् इको एणचि अपि कर्तुं शक्यते किल अपवाद अचिष्णुधातुभ्रुवाम् इत्यस्य प्रसक्तिः एव भवति खलु अनन्तरं तत्र इदानीं पुष्णुमो सार्वधातुके इति सूत्रम् अपि तस्य अपवादसूत्रमस्ति अचिष्णुधातुभ्रुवां तत् मम मनसि सम्यक् नास्ति किमर्थम् इको एणचि पूर्वं यदा इको एणचि अस्ति इत्यस्य अपवादसूत्रमस्ति अचिष्णुधातुभ्रुवाम् इदानीं पुष्णुमो इति अपि अपवादसूत्रमस्ति अचिष्णुधातुभ्रुवाम् इत्यस्य अस्ति तावदेव अहम् इदानीं न स्मरामि नाम स्मरामि अन्यत् किमपि अस्ति वा अत्र अन्यत् एकमेव एकः एव बिन्दुः अस्ति तत्र अचिष्णु धातुर्ब्रुवाम् इति वयं यदा सामान्यसूत्रं तस्य अपवादः ऊष्णोः सार्वधातुके सूत्रद्वयस्यापि का आवश्यकता तत्र इकोयणचि एव साधितुं शक्नुमः यदा तनादिगणे कुर्मः तादृशं तत्रापि कर्तुं शक्नुमः किल किमर्थं सूत्रस्य किमपि वैशिष्ट्यं भवति किल तेन एव कारणेन तत् आगच्छति अपि च शृणु शृणु प्रत्यया अस्ति तत्रापि तत् कारणात् तत् हूष्णु दातु तस्य प्रसक्तिः अस्ति कार्यं भवति तत् यनादेशः यदा न कार्यं करोति चेत् किं भवति महोदय आं महोदय आं भगिनि तद् न यदा तद् कार्यं न करोति चेत् किं भवति यदा तत् निरवकाशः भवति यथा तत्र कार्यं न करोति समीचीनं तदेव सूत्रं निरर्थकं भवति किल तस्य आवश्यकता सूत्रं तु अस्ति तत्र श्नु धातु ब्रुवाम् इति अपि दत्तमस्ति सूत्रं निरर्थकं भवति श्नु इति यद् भागः अस्ति तत् निरर्थकं भवति अन्यत्र तु कार्यं करोति परन्तु श्नु प्रत्ययात् प्रत्ययान्त अङ्गम् अस्ति तत्र इकोयणचि एव सर्वत्र कार्यं करोति चेत् सूत्रं निरर्थकं भवति तावदेव तद् सूत्रमस्ति अतः एव तस्य बाधितम् उष्णुवोः सार्वधातुके इति सूत्रेण तद् बाधितं भवति तदपि तस्यापि आवश्यकता न भवति अनन्तरं यदा वयम् उपयोगं न कुर्मः चेत् निरर्थकं भवति समीचीनं तदेव चिन्तनं किमपि अन्यत् किमपि तदेव तद् ज्ञातवान् आसीत् अस्तु तदेव वयं प्रायः गतपाठे एव पठितवन्तः इति चिन्तयामि स्वादिगणे पठितवान् किमर्थं तस्य उपयोगं किम् इति समीचीनम् अस्तु अग्रे सरामः विजयभगिनी अस्ति वा अग्रिमपरिच्छेदं पठति वा आं भगिनि नमस्कारः नमस्ते किमर्थं स्थलद्वये संयोगपूर्व अङ्गधातुरूपेभ्यः असंयोगपूर्व अङ्गरूपाणि भिद्यन्ते कस्यापि तनादिगणीयधातोः अङ्गम् उकारान्तं भवति किल रन् योगः उ इत्युक्ते गुणः तत्र भवति अर्न् योगः एकनिमिषम् ऋण् योगः उ उकार उ योगः इत्युक्ते तत्र गुणः भूत्वा तत्र अर्न अर्न् अनन्तरं तन् योगः उकारः तनु इति अनयोः अङ्गयोः भेदः कः अर्न इति अङ्गे उकारात् प्राक् संयोगः अस्ति हलोन् अनन्तराः संयोगः इत्यनेन द्वयोः अल्वर्णयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति अच्भिः अव्ययवहितहलः संयोगसंज्ञाः स्यः स्युः तर्हि अणु इति अङ्गे इर्न् इति संयोगः अस्ति त्रिषु धातुषु ऋण् गृण् वृण् एवं भवति यतः तेषु उपधायां ऋकारः अस्ति उविकर्णस्य प्रभावेन गुणः भवति अपि च ऋकारस्य गुणः अर् अस्ति अनेन गुणेन रेपस्य धात्वन्ते हलारः संयोगः भवति ऋण् योगः उ योग इति गुणः भूत्वा अर्णो इति अवशिष्टेषु सर्षु धातुषु तत्रापि संयोगः नास्ति एव अङ्गान्तात् उकारात् प्राक् संयोगः अस्ति चेत् सः संयोगपूर्वः उकारः अङ्गान्तात् उकारात् प्राक् संयोगः नास्ति चेत् सः ऐ असयोः पूर्वः उकारः इति मुख्यम्. तत्र संयोगपूर्वं असयोगपूर्वरूपाणि किमर्थं विद्यन्ते इति प्रश्नः अस्ति, प्रश्नः उदेति. तत्र तनादिगणीयः धातोः अङ्गम् उकारान्तः भवति. ऋण् योगः उ गुणः भूत्वा अर् इति गुणः भूत्वा अर्नु. अनन्तरं तन् इति अङ्गम् अङ्गस्य उकारः भूत्वा तनि तनु इति वर्णमेलनम् आगच्छति. अनयोः अङ्गयोः भेदः कः इति तत्र प्रश्नः उदेति चेत्, अर्नु इति अङ्गे उकारः प्राक् पूर्वम् आगच्छति. उकारः अर्नु इति अङ्गे उकारः पूर्वम् आगच्छति. तत्र द्वयोः संयोगपूर्वः अनन्तरम् असंयोगपूर्वः तत्र अलोन् अलोन् अनन्तराः संयोगः संयोगः वदतु भगिनि इति. तत्र मध्ये द्वयोः मध्ये हल् वर्णः एव आगच्छति, स्वरः नास्ति. तयोः संयोगसंज्ञा भवति. अतः अनन्तरम् अच् अच् भिः इति अव्ययवहित हल् हलः इत्युक्ते नाम तत्र अवयवी अव्यवहिता इति अव्यवहिता इत्युक्ते तत्र पृथक् पृथक् पृथक् अस्ति हलः संयोगसंज्ञा स्युः. अनन्तरम् अर्नु इति अङ्गे अर्न् इति संयोगः अस्ति. ते त्रिषु धातुषु धातुषु अपि ऋण् गृण् वृण् एवमेव भवति. किमर्थं चेत् तत्र उपादायं ऋकारः अस्ति. उकारः विकर्णप्रति प्रभावेन गुणः भवति. अपि च ऋकारस्य गुणः अर् अस्ति. अनेन गुणेन रेफस्य धात्वन्ते हलारः संयोगः भवति. गुणः भूत्वा रेफस्य धात्वन्ते रेपः अस्ति चेत् तत्र संयोगः भवति. ऋण् योगः उकारः तत्र संयोगं भूत्वा तत्र गुणः अर्नु इति भवति. अवशिष्टेषु षट्सु धातुषु लट् लोट् लङ् विधिलिङ् विहाय अन्य सच्चु धातुषु उपादायं ऋकारः नास्ति. अतः गुणः न भवति. छिन् योगः उकारः इत्युक्ते तत्र गुणः भूत्वा एव चेणु इति संयोगं नैवोत्पन्नः. अत्र गुणः न भवति. तन्योगः उकारः तत्र संयोगः नास्ति, वर्णमेलनमेव अस्ति. तत्रापि संयोगः नास्ति एव. अङ्गान्तात् उकारात् प्राक् संयोगः अस्ति चेत् एतत् सर्व संयोगपूर्वः उकारः. अङ्गान्तात् उकारात् प्राक् संयोगः नास्ति चेत् तत्र संयोगपूर्वः उकारः इति तत्र ज्ञातव्यम्. समीचीनम्. तत्र यदा वयं स्वादिगणे दृष्टवन्तः तादृशमेव, परन्तु अत्र अस्माकम् अत्र अङ्गम् उकारान्तम् अङ्गम् अत्रापि यदा वयं शक्नो चिनो दृष्टवन्तः तादृशमेव अत्रापि संयोगपूर्व उकारः असंयोगपूर्व उकारः इति अङ्गद्वयं. तत्र यदा संयोगपूर्व उकारः स्वीकुर्मः तत्र समानरूपाणि यत्किमपि संयोगपूर्वः ऋणु गृणु वृणु यत्किमपि स्वीकरोतु समानरूपाणि आगच्छति. असंयोग पूर्वः यदा स्वीकुर्मः तनु वा क्षेणु, क्षेणु इत्यत्र तु गुणः तु भवति परन्तु संयोगः नास्ति. तत्र असंयोगपूर्व उकारः इत्यस्य यानि कार्याणि भवन्ति तत्सर्वं तत्र भवन्ति इति भेदद्वयं संयोगपूर्व उकारः असंयोगपूर्व उकारः. अत्र अच् भिः अव्यवहितः इत्युक्ते यत्र हल् मध्ये कोऽपि स्वरः नास्ति. अच् अच्भिः अव्यवहिताः हलः संयोगसंज्ञा स्युः. संयोगसंज्ञा इत्यस्य लक्षणं किम् इति दत्तमस्ति तावदेव तत्र. अस्तु, श्रीवल्ली भगिनी अस्ति वा? हा, अस्ति एव. आं, पठतु भगिनि, श्रीवल्ली भगिनी. आं भगिनि, आं भगिनि. प्रथमभेदः, परस्मैपदे लोटि मध्यमपुरुष एकवचने सेर्ह्यपिच्छ इत्यनेन श्रीस्थाने हि आदेशः, तदा सामान्यनियमः. एवं यत् अङ्गम् अदन्तं चेत् अतो हेः इत्यनेन हि लोपः. उदाहरणं वद योगः हि वद. अङ्गम् अनदन्तं चेत् हि लोपः न. शक्नुः शक्नु योगः हि शक्नुहि. अर्नु योगः हि अर्नुहि. परन्तु उकारान्तङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि तत्र अङ्गम् अनदन्तं सति अपि हि लोपः भवति. सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्. अपवादे अजन्तधातुभ्यः हि लोपः. चिनु योगः हि चिनु इति अवशिष्यते. तनादिगणे सर्वे नवापि हलन्तः, किन्तु तेषु नवसु षण्णाम् अन्त्यः उकारः असंयोगपूर्वः, अतः हि लोपः भवति. प्रथमभेदः संयोगपूर्व उकार अङ्गात् असंयोगपूर्व उकाराङ्गात् प्रथमभेदः दत्तमस्ति. परस्मैपदे लोटि मध्यमपुरुष एकवचने प्रत्ययः सेर्ह्य अपि च इत्यनेन सि इति स्थाने हि आदेशः भवति इति सामान्यनियमः. परन्तु अङ्गम् अदन्तं चेत् अतो हे हे इति सूत्रेण लोपः इत्यनेन हि लोपः भवति. अदन्तात् अङ्गम् अनदन्तं चेत् हि लोपः न. अङ्गम् अदन्तं चेत् हि लोपः भवति. अङ्गम् अनदन्तं चेत् हि लोपः न भवति. उदाहरणं शक्नुयोगः हि शक्नु इति अनदन्त अङ्गम् इति चेत् हि लोपः न भवति. शक्नुहि इति रूपं भवति. तदा एव अर्णु इति तनादिगणे धातुः. अर्णु इति अनदन्त अङ्गं चेत् हि योगः अर्णुहि इति रूपं भवति. परन्तु उकारान्ताङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि तत्र अङ्गम् अनदन्तं सति अपि हि लोपः भवति. अङ्गम् अनदन्तम् अपि चेत् उकारः असंयोगपूर्वः चेत् हि लोपः भवति. सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यं. स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति. अपवादे अजन्तधातुभ्यः हि लोपः भवति. उदाहरणं चिनु योगः हि चिनु इति रूपम्. तनादिगणे सर्वे नवापि हलन्तः नवा धातवः हलन्तः सन्ति तनादिगणे. तेषु नव धातुषु नवसु नवधातुषु षण्णाम् अन्त्यः षड् धातोः अन्त्यः उकारः असंयोगपूर्वः, अतः हि लोपः भवति. उदाहरणं तनुयोगः हि तनु इति रूपं भवति. समीचीनं. सामान्यचिन्तनं किं भवति इत्युक्ते हि तिष्ठति. अपवादचिन्तनम् अजन्तधातुभ्यः हि लोपः तावदेव. सामान्यं हि तिष्ठति, अपवादं हि इत्यस्य लोपः अनदन्त अङ्गेषु. सर्वदा स्मर्तव्यम् अनदन्त अङ्गेषु एव एतादृशचिन्तनम्. अदन्त अङ्गेषु तु हि लोपः सर्वदा भवति एव अतो हे हे इति सूत्रेण. अस्तु, सूत्रं पठतु भगिनि. उतश्च प्रत्ययात् असंयोगपूर्वात् प्रत्यय अवयव उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् इति लोपः भवति इति वदति. न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः, बहुव्रीहि समासः तस्मात् असंयोगपूर्वात्. उतः पञ्चम्यन्तं च अव्ययपदं, प्रत्ययात् पञ्चम्यन्तम्, असंयोगपूर्वात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रं. चिनो लुक् इति अस्मात् लुक् इत्यस्य अनुवृत्तिः, अतो हे इत्यस्मात् हे इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हे लुक् भवति इति सूत्रं वदति. प्रत्यय अवयव उकारात् अङ्गात् उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् भवति इति अनुवृत्तिसहितसूत्रम् अङ्गस्य अनुवृत्तिसहितसूत्रम् अङ्गस्य असंयोगपूर्वात् अङ्गस्य प्रत्ययात् उतः च हे लुक् भवति अवयवस्य. तावदेव भेदः अत्र. आम् अस्तु, धन्यवादः. अरुणा भगिनी द्वितीयभेदः पठति वा? श्रूयते भगिनि? आम् श्रूयते. द्वितीयभेदः, हल्लादि अपि तु किमपि कार्यं नास्ति इति सामान्यनियमः. यत्र संयोगपूर्वम् उकारन्तम् अङ्गमस्ति तत्र अस्य नियमस्य पालनं सर्वत्र. यत्र अङ्गम् असंयोगपूर्वम् उकारन्तम् अस्ति तत्र हलाद्यपि प्रत्ययः मकारादि वकारादि वा चेत् तर्हि विकल्पेन अङ्गन्तस्य उकारस्य लोपः भवति. उदाहरणं तनुः योगः वः तन्वः वा तनुवः द्वे रूपे शुद्धं भवति. द्वितीयभेदः, प्रत्यय हलादि अपित् अस्ति, कार्यं कोऽपि नास्ति. सामान्यतया यत्र संयोगपूर्वम् उकारान्त अङ्गम् अस्ति चेत् तत्र अन्य नियमस्य पालनं वर्तते. परन्तु अङ्गम् असंयोगपूर्वम् अस्ति चेत् उकार अस्ति चेत् असंयोगपूर्व अङ्गात् उकारान्त अस्ति चेत् तत्र हलादि अपि प्रत्यय अथवा मकारादि वकारादि परे तर्हि विकल्पेन उकारलोपः भवति. हलादि अपि अत्र केवलं वकार उदाहरणं दत्तं भगिनि. हलादि अपि किम् अत्र उदाहरणं नास्ति वा? किं भगिनि, क्षम्यतां, न श्रुतवती. हलादि अपि प्रत्ययः केवलं मकार वकार एव अस्य सूत्रस्य तां भवती पृच्छति सम्यक् एव. तां त अपि हलादि अपित् एव, परन्तु हलादि अपित्सु मकारवकारयोः अत्र विकल्प वैकल्पिकरूपम् सूत्रमस्ति किल, तेन कारणेन लोपश्च अन्यतरस्यां मोहो इति सूत्रस्य कारणेन मकारवकारप्रत्ययः अस्ति चेत् तत्र रूपद्वयं भवति. अन्ये अपि हलादि अपि प्रत्ययः अस्ति एव, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति. तावदेव, तदेव पृच्छामि. केवलम् उत्तमपुरुष द्विवचन बहुवचन एव द्वे विकल्पेन भवति न तु प्रथमपुरुष मध्यमपुरुष न भवति न भवति सूत्रं पठतु लोपश्चास्यान्यतरस्यां मवोः असोमयोगपूर्वस्य प्रत्यय अवयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य लोपः न तु पूर्ण अङ्गस्य अस्य इत्यनेन पूर्वतनसूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य उतः इत्यस्य उल्लेखः मा मकारच तयोः इतरेतरद्वन्द्वः मवोः तयोः मवोः लोपः प्रथमान्तं च अव्ययपदम् अन्यतरस्यां सत्यम्यन्तं मवोः सत्यम्यन्तम् अनेकपदमिदं सूत्रम् अतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च तत्र संयोगपूर्वस्य अङ्गमस्ति चेत् प्रत्यय प्रत्यय अवय उकार अस्ति चेत् विकल्पेन लोपो भवति निमित्तं किम् इति प्रश्न उदेति अत्र वकारमकारादप्रत्यये परे अनन्तरं येन विधि तदन्तस्य इति सूत्रेण वदति अङ्गं वैर कुत्र अन्ते उकारः अस्ति चेत् इति तदनन्तरम् अलोन्तस्य परिभाषा विवरणं करोति न तु पूर्ण अङ्गस्य केवलं अङ्ग अन्ते उकारस्य लोपः भवति इति अधिकार अङ्गस्य अधिकार अस्ति सूत्रम् अनुभूतिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्यां तद् विकल्पेन अन्यतरस्याम् इति अर्थः विकल्पेन इति अर्थः पुरुष द्विवचन बहुवचन समये द्वे रूपं भवति रूपे भवति समीचीनम् उतः अङ्गस्य लोपः तदेव मुख्यविषयः अत्र असंयोगपूर्व उकारः भवेत् अपि च उकारात् परे मकारः वा वकारः भवति चेत् उकारस्य विकल्पेन लोपः भवति इति सूत्रं वदति समीचीनं यदा वयं सूत्रसङ्ख्या पश्यामः चेत् उतश्च असंयोगपूर्वात् इति सूत्रस्य अग्रिमसूत्रमस्ति लोपश्च अन्यतरस्यां मोपो इति सूत्रम् अग्रिमसूत्रमस्ति अतः एव पूर्णतया तस्य अनुवृत्तिः अपि अत्र आगच्छति अत्र एकः पङ्क्तिः अस्ति एकम् एका पङ्क्तिः अस्ति किल भगिनि तदपि पठतु भगिनि सारांशम् एवं यत् सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च परे मकारादिवकारादिः च प्रत्यये अस्ति चेत् तर्हि उकारस्य लोपो भवति विकल्पेन निमित्तानि दत्तम् अत्र अङ्गम् उकारान्तं प्रथमं नियमं तदनन्तरं उकारान्तं पूर्वं संयोगः नास्ति असंयोग अङ्गम् अस्ति तदनन्तरं मकारादि वकारादिप्रत्ययपरे तत् समये उकारेषलोहो भवति विकल्पेन. तदेव सारांशं. समीचीनं. निमित्तानि कानि इति उकार अङ्गम् उकारान्तम् असंयोगा अङ्गं मकारादिवकारादि प्रत्यय परे अपि समये विकल्पेन उकारलोपः भवति. समीचीनं. तदेव धन्यवादः. अस्तु, धन्यवादः. अत्र किं कुर्मः इत्युक्ते अस्माकं प्रतिनिधिचतुष्टयम् इति दातवः स्वीकृतवन्तः किल, तस्य रूपं साधयामः. यदा आवश्यकं सूत्रं यत्किमपि विशेषसूत्रमस्ति चेत् अत्र आगत्य पठामः. प्रथमं ऋण् इति धातुः, तस्य अङ्गं तु वयं साधितवन्तः गतसप्ताहे. अर्ण अर्नु इति भवति. तत्र परस्मैपदी प्रथमं कुर्मः, तनु अर्नु इत्यस्य, अनन्तरम् आत्मनेपदी कुर्मः. अर्नु इति तत्र लटीरूपं साधयामः. राजेन्द्रमहोदय आरम्भं करोति वा लटीरूपाणि? आम् भगिनि. अस्तु, अस्माकम् अङ्गं तु अस्ति अर्नु. अर्नु योगति पित् प्रत्ययः अस्ति, हलादिपित् प्रत्ययः अस्ति. तत्कारणात् तत्र गुणः भवति, उकारस्य उकारः भवति, अर्णोति रूपं भवति. द्विवचने तः हलादि अपि अस्ति, तत्कारणात् तत्र अर्णुतः किमपि कार्यं नास्ति. अर्णुतः अर्णुयोग अन्ति. अत अजादि अपि अस्ति, अत्रापि गुणकार्यं भवति. उकारः अकारः यन् यन् आदेशः भवति. इको इकोयन्ति भगिनि, एवं वा न? तद् पूर्णप्रक्रिया एकवारं वदतु महोदय, कथम् इकोणचि आगच्छति इति. अत्र किम् अस्ति, अत्र अर्णुयोग अन्ति. अत्र सर्वप्रथमं इको इको यञ्चि, अत्र अजादि अपि अस्ति. सर्वप्रथमम् इको इको यञ्चि सूत्रम् आगत्य कार्यं कर्तुं अस्ति. तं प्रबाद्य सार्धधातुक आर्धधातुकयोः सूत्रस्य प्रसक्तिः अस्ति. परन्तु तत् सार्धधातुकम् अपि यतोहि अन्ति अपि प्रत्यय अस्ति, तत् कारणात् तत् नित्वद् भवति. नित्वद् भवति तत्र भूत्वा किमपि च सूत्रेण गुणनिषेधः तदनन्तरं पुनश्च इको यञ्चि आगत्य तत् कार्यं करोति. उकारः अकारः अस्ति, तत् कारणात् तत् उकारः आगच्छति. अर्णवन्ति रूपं उत्तमं महोदय. तदेव बहु मुख्यमस्ति. उत्तमम्, अर्णवन्ति इति रूपम् आगच्छति. महोदय एतदपि वदतु, एतद् कीदृश अङ्गम् अस्ति अर्णु इति? अर्णु उकारात् अङ्गम्. अर्णु उकारात् अस्ति संयोगपूर्वं. संयोगपूर्वं संयोगपूर्व अङ्गं. समीचीनम्. अग्रे अपि वदतु महोदय, मध्यमपुरुषे किं भवति? अर्णुयोगस्ति. अत्र सि अपि पित् प्रत्ययः अस्ति. अत्र अर्णुयोग सि सि पित् प्रत्ययः अस्ति, तत् कारणात् तद् गुणं भूत्वा तत् अर्णोसि परन्तु अत्र तु प्रत्ययः सकारः अस्ति, तत् कारणात् तत् आदेशप्रत्ययसूत्रेण तत् षकार आदेशः भवति. अर्णोषि भवति रूपम्. अर्णुतः अत्रापि यथा तकारः हलन्त अपि प्रत्ययः अस्ति, किमपि कार्यं न भवति. अर्णुतः भवति थ बहुवचने मध्यमपुरुषे, तत् अर्णु योग थ अर्णुथ. अत्र अपि किमपि कार्यं नास्ति अत्र. मि वहामः, अत्र अर्णुयोग मि अपि चिन्ता हलादि पित् प्रत्ययः अस्ति. मि अत्र अर्णुयोग मि अर्नोमि उकारस्य गुणं भूत्वा अर्नोमि अर्नोमि रूपं भवति. अत्र अर्नु योगो वः, अत्र तु वः व प्रत्ययः अस्ति, तत्कारणात् तत्र विकल्पेन विकल्पेन उकारस्य लोपः भवति. लोपो लोपश्च अन्यतरसामवोः सूत्रेण तत्र उकारस्य विकल्पेन लोपः भवति. एकस्मिन् पक्षे अर्नुवः अर्णवः अपि. महोदय, तस्य प्रसक्तिः अत्र अस्ति वा? लोपश्च अन्यतरस्यां मोहो इत्यस्य कीदृश अङ्गम् अस्ति अस्माकम् अर्नु इति? अर्नु तु संयोप भवती सम्यक् उक्तवती. अत्र प्रसक्तिः नास्ति, संयोगपूर्वम् अङ्गम् अस्ति, तत्कारणस्य प्रसक्तिः नास्ति. असंयोगपूर्वम् एव तत्र प्रसक्तिः अस्ति. क्षमतां भवति. अर्णुयोगो वः अर्णुवः अर्णुयोगो मः अर्णुमः एकमेव रूपम् अस्ति. समीचीनम्, उत्तमं महोदय, बहु उत्तमम्. अस्तु, अत्र एकं सूत्रं वयं पठामः. इदानीम् आदेशप्रत्यययोः प्रायः पूर्वं पठितवन्तः, एकवारं पुनस्मरणरूपेण. महोदय, भवानेव पठति वा आदेशप्रत्यययोः? अस्तु, अस्तु, पठामि. आदेशप्रत्यययोः इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्यय अव्ययौ वा सकारः अस्ति चेत् तर्हि तस्य सकारस्य स्थाने षकार आदेशो भवति. अस्य कार्यस्य नाम षत्वविधिः. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः इ उ रि लृ ए ओ ऐ औ य वर ल. इन् प्रत्याहारे आदेशः तु मूर्धनिवर्णस्य इति एव उक्तं, परं स्थानेनन्तरतमः इत्यनेन टठ डढण ष इत्येषु मूर्धनिवर्णेषु षकारस्य नैकट्यम् अस्ति, तत्कारणात् अतः षकार एव आदेशः भवति. नुं विसर्गः शर् प्रत्याहारस्य वर्णः च मध्ये सन्ति चेत् अपि कार्यं भवति. आदेशश्च प्रत्ययश्च आदेशप्रत्ययोः तयोः आदेशप्रत्ययोः इत्रेतरद्वन्द्वः. षष्टि अन्तम् एकपदं सूत्रं षडे सहे साढः साढः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः. नु विसर्जिनी विसर्जिनीयश्चर् अव्यवाये अपि इत्यस्य पूर्णा अनुवृत्तिः. तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. इन् कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् इन् कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यसंहितायां नु विसर्जनी विसर्जनीयशर्वाय शर्वाय अपि अपि. सूत्रं भवति यथा सकारः अथवा प्रत्यय अवयवसकारः तत् परे अस्ति, तत् पूर्वम् इन् प्रत्याहारात् कोऽपि वर्णः अस्ति. इन् प्रत्याहारे इत्युक्ते इ उ रि लृ ए ए ओ ऐ औ ह य व र ल. अपि च कवर्गीय कोऽपि वर्णः मध्ये अस्ति चेत् तत्र सकारस्य स्थाने षकार आदेशः मूर्धनि षकार आदेशः भवति. स्थानेन अन्तरतमः निर्दिश्यति. टठ डड ण ष इत्येषु मूर्धन्य षकारः एव नैकट्यं प्राप्नोति, तत्कारणात् तत्र सकारस्य स्थाने षकार आदेशः आगच्छति. अपि च तत्र अन्यत् अपि अस्ति यत् नुं विसर्जनीयः शर्वाये अपि, तत् नुम् अनुनासिकवर्णः अपि विसर्गः अपि मध्ये आगच्छति चेत् तत्रापि तथापि तत् षत्वं षत्वविधानं भवति, अपि मूर्धने षत्वम् आगच्छति. आदेशप्रत्ययसूत्रं वदति. समीचीनम्. अतः तत्र आदेशरूपी अपदान्त आदेशरूपि सकारस्य षत्वविधिः, षत्वं भवति इण्कोः प्रत्याहारस्त इण् प्रत्याहारस्त वा कवर्गस्य कोऽपि वर्णः पूर्वम् अस्ति चेत्, बहु मुख्यसूत्रमस्ति, बहुत्र आगच्छति. अतः महोदय भवानेव वदतु, अर्णोयोगः सि इत्यत्र कथम् आदेशप्रत्ययोः इत्यस्य कार्यम्? अत्र भगिनी, अत्र अर्णयोग सि, अत्र सि सकारस्य पूर्वम् उकारः अस्ति मध्ये मध्ये, तत् कारणात् तत्र इन्कोः इन् प्रत्याहारे प्रत्याहारस्य वर्णः अस्ति उकारः, उकारः तत् तथा तत् सकारस्य मूर्धने षकारः षत्व आदेशः भवति. परन्तु इदानीं तु गुणः जातः किल, अनन्तरमेव तस्य प्रसक्तिः भवति. अत्रापि तथैव ओकारः अपि इन् प्रत्याहारस्य वर्णः अस्ति, तत् कारणात् तथापि तत्र शत्वं भवति एव. समीचीनं, ओकारः एव निमित्तम् अस्ति इदानीं. समीचीनम्, उत्तमं महोदय, धन्यवादः. रघुपतिमहोदय, भगिनी भगिनी, तत्र धात्वादेः शः सः इति कार्यं न करोति वा एतत् सूत्रम्? धातु आदेः धातोः आदिमवर्णः सकारः अस्ति चेत् केल शः सः, तदपि षकारः अस्ति चेत् सकारः भवति. एतत्तु प्रत्ययस्य विषये किल, आदिः नास्ति. आं भगिनि, तत्र धात्वादेः आदिः एव अस्तु भगिनि. अनन्तरं नुम् विसर्गः षट् प्रत्याहारः, एतत् विषये किञ्चित् वदति वा? नुम् नुम् इति अस्माकम् अनुनासिकः नुम् इति भवति किल, तद् विसर्गः तु जानीमः, शर् इति प्रत्याहारः, षः किल, शर् किं के वर्णाः आगच्छति, ते अस्ति चेदपि ते अस्ति चेदपि षत्वं विधीयते इत्येव वदति, मध्ये तदस्ति चेदपि षत्वं विधीयते. तादृश भवति नुम् आदेश नत्वं भवति इति, अतः अन्नवर्णः अस्ति चेदपि एते वर्णाः सन्ति चेदपि सत्वं भवति, सत्वं भवति. ते तद् यदा भवान् उक्तवान् तद् अट्कुप्वाङ्नुमपि अस्मिन् अधिकारे एव अस्ति किल, नुम् विसर्जनीय शर्व्यवाये अपि 83 इत्यस्य तदेव तत्रापि भवेत्, अतः एव तस्य अनुवृत्तिः पूर्णतया अत्रापि आगच्छति तत्रापि आगच्छति. अग्रे 83 मध्ये एव भवेत्, 8358 8358 अट्कुप् इति वा? विसर्जनीयः शब्दः सर्वेवाये परन्तु अट्कुप्वाङ्ग् 84 किल अट्कुप्. आमाम् भगिनि, 84 842 842 अतः तस्य एतस्य अनुवृत्तिः तत्र अपि आगच्छति. व्यवाये अस्तु महोदय, भवान् अनुवृत्तिः एव आगच्छति नो, बिकास् दिस् अनुवृत्ति नुम् विसर्जनीय शर्व्यवायेपि ओन्ली इट् गोस् अप् टु 8359 आदेशप्रत्ययोः इति, 842 नो, इट्स् नाट् कमिङ्ग् एस् अनुवृत्ति. तत्र कथम् आगच्छति तद् सूत्रमेव, अट्कुप् वाङ्ग् नुम् व्यवायेपि सूत्रम् 842 सूत्रे अस्ति, सूत्रे एव सूत्रे एव अस्ति. इदानीम् इदानीम् असहयोगपूर्वधातुः अस्ति, तन् धातुः तनु इति तद् अर्णु इत्यत्रापि इत्यस्य एव लोटि रूपं वदतु. प्रथमम् अर्णु समापयामः, अनन्तरं तनु. अस्तु, लोटि एकवारं लोटि द्रष्टव्यम् एकवारं भगिनि. तत्र अस्माकं तत्र सिद्धरूपाणि अस्ति किल, करोतु करोतु. प्रथमम् अर्णु योग, अर्णुयोग तु इति खलु, अर्णुयोग तु समीचीनं तु इति सिद्धरूपं तु. अस्तु, अर्णुयोग तु इति पित् अस्ति, अतः अर्णोतु अर्णोति इति भवति. इदानीं तु ताम् अन्तु इति ताम् इति अस्तु, ताम् अर्णुयोग ताम् अतः पित् अस्ति, अतः तत्र प्रथमपुरुषे एकवचनम् अर्णुतु अर्णुता अर्णोतु अर्णुतात् इति द्वे रूपद्वयं. आमाम् अर्णुयोगताम् इति, इदानीम् अर्णुयोगतां तत्र अपित् अस्ति अतः अर्णुतामेव भवति. अन्तु अर्णुयोग अन्तु अत्र अर्णुयोग अन्तु अत्र यण् सन्धिः एव भवति. अर्णु अर्णुयोग अन्तु पूर्णप्रक्रिया वक्तव्यं महोदय. हा अस्तु, हा अस्तु. अर्ण अर्णयोग अर्णुयोग अन्तु इदानीं किमस्ति तत्र अर्णयोग अर्णयोग जि इत्यस्य वा तिरतिङ्पत्ये उपे कृत्वा वा? न न अन्तु एव, अन्तु इत्यस्य एव. यदा महोदय राजेन्द्रमहोदय इदानीम् उक्तवान् किल अर्णुयोगः अन्ति इत्यस्य, तादृशमेव पूर्णप्रक्रिया एकवारं वदतु. प्रथमं किम् आगच्छति? अर्णुयोग अन्तु अन्तु अन्तु इति अस्ति. इदानीं प्रथमं किं भवति? इको एनचि इत्यस्य सूत्रशक्तिः अस्ति, अपि च सादातकादृभ्योः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु प्राप्तिः न भवति. अनन्तरं किं भवति? अन् यण्सन्धिः एव खलु, अधिष्ठानं नास्ति, तद् नास्ति. सार्वधातुकार्धधातुकयोः केन बाधितं भवति, किमर्थं बाधितं भवति? इति चेति सूत्रेण अपित् सार्वधातुकमपित् खलु. समीचीनम्, उत्तमम्. अतः पुनः किम् आगच्छति इदानीं कार्यं कर्तुम्? यण् एव आगच्छति. तावदेव अर्णुवन्ति, अर्णुवन्तु अर्णुवन्तु किल, अर्णुवन्तु. आमाम् अर्णुवन्तु. अस्तु, अर्णुयोग इदानीं सि सोरि सोरि अर्णुयोग हि इति इदानीम् अर्णुयोग सेरे अपि च इति आगच्छति स्थाने अर्ण्वन्तु इति अर्ण्वन्तु इति अर्ण्वन्तु एव अर्ण्वन्तु. आमां यण् सन्धि अर्णु करस्थाने स्वरवर्णमेलनम् अर्ण्वन्तु. अर्णुयोग अत्र सेरेपिच्छ अपिच्छ इति सूत्रेण हि आदेशः भवति. अर्णुयोग हि इदानीम् अर्णु इति अर्णुयोग हि इति अत्र हि इति अपित् अस्ति, अतः गुणः न भवति. अर्णु अर्णुयोग हि इदानीम् असंयोगपूर्वः अस्ति, अतः तत्र लोपः न भवति. अर्णु सि अर्णु सि इदानीम् अर्णु सि परि अर्णु हि अर्णु हि अर्णु हि अर्णु हि लटी रूपं दृष्ट्वा एव कुर्वन् अस्मि. अर्णु हि तत्र अर्णु हि एव अस्ति. तद् उद्घाटयतु महोदय. पूर्वम् अस्माकं सिद्धप्रत्ययः अस्ति किल अस्मिन् करपत्रे एव, तद् उद्घाटयति चेत् सौलभ्यं भवति. अस्तु अस्तु अस्तु. अर्णुहि अर्णुयोग हि इति अर्णुहि एव अथवा अर्णुतात् इति किमपि कार्यं नास्ति तत्र. अपि च अग्रे अर्णुयोगार्थम् अत्रापि किमपि कार्यं नास्ति, अपित् अस्ति अर्णुतम् इति भवति. अपि च अर्णो योगात् अत्रापि अपित् अस्ति किमपि कार्यं नास्ति अर्णुता इति भवति अर्णोयोग आनि इति अस्ति अर्णोयोग आनि इति अस्ति अत्र पित् अस्ति आनि परन्तु किमस्ति आट् आगमः इति अत्र पित् अस्ति आटागमः पित् अस्ति केन सूत्रेण लोट् लोटः आड् आड् उत्तमस्य पिच्च इति सूत्रेण तत् पित् अस्ति अतः अर्णु अर्णुयोग आनि इदानीम् अर्णुयोग आनि अर्णो अर्णो भवति अर्णो आनि अवादेश अर्णवाणि इति भवति अवादेशानन्तरम् अर्णवाणि इति भवति यचो यवः इति सूत्रेण अर्णो इति प्रथमं गुणः भवति अर्णवाणि इति भवति तथैव आव अत्रापि आव इति पित् इदानीं पित् आरोपितमस्ति तत्र अतः अर्णो आव अर्णवाव इति अर्णवाव इति भवति आम इति अस्ति अर्णुयोग आम् अत्रापि पित् आरोपितमस्ति अतः गुणः भवति अर्णो आम इदानीम् आव् आदेश अव् आदेशः भवति अर्णव आम् अर्णवाम अर्णवाम अस्तु अर्णवाम अर्णवाव अर्णवाम अर्णवाम इति रूपं समीचीनम् आरोपितम् अतः गुणः भगिनि लोट् अर्णु प्लस् हि लोभः भवति इति अतो हेः असंयोगः अस्ति खलु न अतो हि अतः नास्ति खलु अतः अङ्गस्य एव तत्र अतः हि लोपः भवति किल महोदय हि लोपः भवति अतो हेः यथा सामान्यम् अदन्त अदन्त कुत्र भवति भगिनि एकनिमिषं न भवति खलु अतो हेः इति अङ्गस्य संयोगपूर्वम् अनदन्त अङ्गम् अस्ति अत्र अतः तत्र हि न लोपः ये केवलम् उतश्चेति सूत्रेण भवति संयोग असंयोगपूर्वम् अस्ति चेत् अपि संयोगपूर्वम् अस्ति अतः तत्र लोपः न भवति क्षम्यताम् सूत्रद्वयेन लोपः भवति एकं तु अतो हेः उतश्च अत्र अस्माकं प्रथमभेदे एव दत्तमस्ति किल सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम् अपवादे अजन्तधातुभ्यः हि लोपः इति तनादिगणे अपि हि लोपो भवति एव षण्णाम् अन्त्यः उकारः असंयोगपूर्वः अतः हि लोपः भवति परन्तु असंयोग भवेत् असंयोगपूर्वः एव अष्टाध्यायी.com मध्ये रूपचतुष्टयं दत्तमस्ति भगिनि आं भगिनि आं भगिनि अर्णु इति दत्तमस्ति तत्र टैम्स् तत्र यदा भवति तत्र नोदयति चेत् प्रक्रिया तु मनुष्येन न निर्मितं तत्तु कम्प्यूटर् निर्मितरूपाणि तत्र क्लेशः भवति आमामाम् अहमपि बहुवारं फीड्बेक् दत्तवती अत्र दोषः भगिनि भगिनि वदतु भगिनि विजस्य सदा प्रथमभेदः तदा सामान्यनियमः सि स्थाने हि आदेशः भवति एवं यत् अङ्गम् अदन्तं चेत् अतो हेः इत्यनेन हि लोपः भवति अङ्गम् अनदन्तं चेत् हि लोपः न भवति इति ओके इति सामान्यसूत्रम् इति सामान्यकृतं परन्तु तनादिगणे तनादिगणे ओके आं भगिनि समीचीनं स्वादिगणे अपि तदेव भवति खलु ऋतश्च इति सूत्रस्य असंयोगपूर्वः अस्ति चेदेव तस्य प्रसक्तिः किल अत्र तु यथा सामान्यं हि तिष्ठति एव अतः चिनु चिनोति इति अत्र चिनु इति चिनुहि इति न भवति चिनु एव भवति हिकारस्य हि इत्यस्य तत्र लोपः भवति चिनु एव भवति चिनुहि न भवति शक्नुहि भवति चिनु चिनुहि न भवति चिनु एव भवति समीचीनमेव महोदय अर्णुहि एव हा मम अर्णुहि अर्णु अर्णु अर्णुहि एव खलु अर्णुहि एव हि तिष्ठति एव यथा सामान्यं हि तिष्ठति किल अपवादत्वेन एव हि गच्छति यथा सामान्यं हि तिष्ठति समीचीनम् अस्तु इदानीं लङ्गीरूपं साधयामः विजया भगिनी लङ्गी वदतु आं भगिनि तत्र इत्युताम् अन् अस् तं त अं व म तत्र अर्णोत् अर्णुताम् अर्णुवन् अर्णु भगिनि प्रक्रिया वदतु भगिनि रूपाणि नास्ति रूपाणि तु वयं प्रथमस्तरे एव कृतवन्तः कथम् आगच्छति इति वदतु भगिनि यदा महोदय इदानीं प्रदर्शितवान् रघुपतिमहोदय राजेन्द्रमहोदय तादृशं वदतु भगिनि चिन्ता नास्ति वा तत्र एतत् लङ् मध्ये लङ् लुङ् लङ्क्षु इति सूत्रम् आगच्छति अनन्तरं तत्र रूपम् अर्णुता अर्णोत् इति अस्ति अतः तत्र हलादि हलादि पित् अस्ति अतः गुणः भूत्वा तत्र अर्णोत् गुणः भूत्वा सार्वधातुक आर्धधातुको इति सूत्रेण तत्र गुणः भूत्वा अर्णोत् इति भवति अनन्तरं अङ्गं किं भगिनि पुनः वदतु अर्णोत् अर्णु केन सूत्रेण इदानीम् अडागमः वा आडागमः वा किं भवति आडागम आडागम आड् उत्तमस्य पिच्छ इति सूत्रेण लङ् मध्ये सर्वत्र न न न न न पुनः भगिनि आडजादीनाम् आडजादीनाम् अनन्तरं महोदय किं भवति अनन्तरम् आटश्च इति सूत्रेण वृद्धिः भवति इदानीम् अङ्गं किम् समीचीनं वदतु भगिनि तत्र गुणः भूत्वा सार्वधातुक आर्धधातुकयोः इति गुणः भूत्वा आर्णोत् इति भवति अनन्तरम् आर्णु आर्णुताम् एव तत्र वर्णमेलनमेव खलु भगिनि अनन्तरं वर्णमेलनमेव अनन्तरम् आर्णु वन् तत्र कथम् आगच्छति आर्णु वन् तत्र आर्णु वन् लोपः च इति सूत्रेण लोपः अन्यतरस्य मोहो इति सूत्रेण तत्र तत्र वकारस्य स्थाने आर्णवन् अकारस्य स्थाने वकारः किम् अस्ति तत्र आर्णवन् न भगिनी भवती भिन्नमार्गेण गच्छति, अत्र तु असंयोगपूर्व उकारः नास्ति किल, संयोगः अस्ति, लोपश्च अन्यतरस्यां मोः इत्यस्य प्रसक्तिः एव नास्ति. एकनिमिषं श्रीवली भगिनी रूपं किञ्चित् साधयति वा प्रक्रिया आं भगिनि. अङ्गम् इति आर्नु, आर्नु योगः तकार प्रथमपुरुषस्य आं भगिनि. आर् आर्ण् योगः अन् अन् इति अजादि अपित् प्रत्ययः इति चेत् आर्न् आर्न् वन् इति रूपं भवति इको एनचि इति सूत्रेण. आं भगिनि. अन् इति अपित् सार्वधातुक आर्धधातुकयोः अपित् अस्ति, अपित् निद्वत् अस्ति, निद्वत् अस्ति चेत् गुणः न भवति. इको एनचि इति सूत्रेण उकारस्य स्थाने वकारः आगच्छति, रूपम् अर्ण्वन् इति भवति. मध्यमपुरुषे सकारः प्रत्ययः इति पित् अस्ति, लङ्लकारे स इति पित् अस्ति, सार्वधातुक आर्धधातुकयोः गुणः भवति. आर्नु आर्नु आर्नुस् इति विसर्गः आगच्छति सकारस्य स्थाने, पदान्तसकारस्य स्थाने विसर्गः आदेशः भवति, अर्णोः इति रूपं भवति. आर्णोः अङ्गम् एकनिमिषं भगिनि, विजया भगिनि श्रीवल्ली भगिनी समापयतु सूत्रं. पदान्त ससजुषुरुः पदान्तरेव विसर्जनं विसर्गः भवति इति कर अवसानयोर्विसर्जनीयः इति सूत्रेण तत्र विसर्गस्य स्थाने सकरस्य स्थाने विसर्गः अग्रिमम् इति आर्णोः इति रूपं भवति अत्र. तम् इति प्रत्ययः अपित् अस्ति, हलादि अस्ति, रूपम् आर्नुतं बहुवचनं आर्नुत, ता अपि अपित् अस्ति, हलादि अपि प्रत्ययः अस्ति इति चेत् कार्यं कोऽपि नास्ति, रूपम् आर्नुत इति भवति. उत्तमपुरुषे एकवचनं प्रत्ययः अम् इति, अम् इति पित् अस्ति, पित् अस्ति, अजादि प्रत्ययः अस्ति इति चेत् पित् अस्ति चेत् सार्वधातुक आर्धधातुकयोः गुणः भवति. आर्नो आर्नो योगः अम् आर्नो योगः अम् इति अयवायावा सन्ति, ओ कारस्य स्थाने औ इति आदेशः भवति, रूपम् आर्णवम् इति भवति. द्विवचने वकारः इति प्रत्ययः, हलादि प्रत्ययः, हलादि अपि प्रत्ययः इति चेत् आर्नु योगः वा इति आर्नु वा इति रूपं भवति. तदा मकार मकार हलादि अपि प्रत्ययः इति चेत् गुणकार्यं न भवति, रूपम् आर्नुमा इति भवति. समीचीनम्, उत्तमं भगिनि, धन्यवादः. भगिनि एकवारं प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एतत् बृहत् कुसुमकारः मध्ये नास्ति भगिनि, आर्नु इति भगिनि भवती एव साधनीयं, पुस्तकं किमपि न आवश्यकम्, अस्माकं पार्श्वे सिद्धप्रत्ययः अस्ति, भवती एव यदा वयं मैथ कुर्मः किल गणितं, मम पार्श्वे यदा अहं लिखितवती रूपाणि तादृशं लेखनीयं, तदेव वर्गः किल, पुस्तके सर्वम् अस्ति चेत् वर्गस्य किमपि प्रयोजनं किम्? किमर्थम् अहम् आगत्य अत्र पाठय अहं न चतुरः चतुरा अस्ति चतुरा अस्मि भगिनि. चतुर अस्य चतुरत्वं किमपि न आवश्यकं भगिनि, मन्दबुद्धिः एव किमपि न आवश्यकम्. अहं तु ममापि बहु अल्पज्ञः एव अस्मि अहं, परन्तु साधनीयं तदेव वर्गस्य प्रयोजनं किल. अस्माकं पार्श्वे एकवारं पुरुष उत्तमपुरुष श्रीवल्ली भगिनी साधयतु, साधयित्वा प्रेषयतु माम्, अहं करेक्षन् करोमि. भवती एव साधयतु, साधयतु, प्रेषयतु. न भगिनि, अर्नो आर्नोत् अनन्तरम् आर्नोत् आर्नु आर्नुताम् इति रूपाणि आर्णुव आर्णुव. अस्तु भगिनि, धन्यवादः. अरुणा भगिनी विधिलिङ्गि वदति वा किं भवति इति? प्रयत्नं करोमि भगिनि. अर्णु योगः ईत् इति प्रत्यय भगिनि यात् किल परस्मैपदे भगिनि यात् इति पदं पुरुष अप्तित् अस्ति, तदा तदेव गुण भवति. आर्नु आर्नो भवति गुणः भवति वा? आं भगिनि, तत्र अस्माकं करपत्रम् अस्ति किल, तत्र अदन्तम् अनदन्तम् इति रूपाणि, तत्र यत्र यत्र बोल्ड् मध्ये अस्ति तत् सर्वत्र गुणः भवति. यत्र यत्र सामान्यरूपेण लिखितम् अस्ति तत्र तत्र गुणः न भवति. अस्माकं तत्र पूर्वं तत्र सिद्धप्रत्ययाः सन्ति किल अस्माकं करपत्रे एव, पूर्वं लट् लोट् लङ् विधिलिङ् इति अनदन्ताङ्गेषु अस्मिन्नेव करपत्रे पूर्वं त्री इत्यस्य बिन्दुः पूर्वम् अस्तु. तत्र यत् किमपि बोल्ड् मध्ये अस्ति सर्वत्र गुणः भवति. यत् सामान्यरूपेण लिखितम् अस्ति तत्र गुणः न भवति. अर्णु योगः यात् इदानीं करोतु. गुण न भवति, वर्णमेलनमेव अर्णुयात् इति रूपम्. अर्णुयात् अर्णुयात् नास्ति, अर्णु योगः याताम् अर्णुयाताम् अर्णु योगः युः अर्ण्युः अर्णुयुः अर्णु योगयाः अर्णुयाः अर्णुयाथाम् अर्णुयाथ अर्णुयाम् अर्णुयाव अर्णुयाम केवलं तावदेव केवलं वर्णमेलनमेव गुणकार्यं किमपि नास्ति. समीचीनम्, उत्तमम्. इदानीं तनु कुर्मः, किञ्चित् समयः अवशिष्टः अस्ति. राजेन्द्रमहोदय लटी साधयति वा तनु? आम् आम् आम् तनु योग अस्ति, अत्र पित् हलादिपित् प्रत्ययः अस्ति, तत्कारणात् गुणः भवति. तनोति तः हलादि अपित् प्रत्ययः अस्ति, किमपि कार्यं न अस्ति. तनुतः तनुयोग अन्ति, अत्र हलादि अपित् क्षम्यताम् अजादि अपित् प्रत्ययः अस्ति. अत्र उकारः अकारः अत्र इको यञ्चि सूत्रं प्रभाति सार्ध आर्धक्योः तत्र गुणनिषेधः भवति सार्धातकम् अपि सूत्रेण नीत्वा किनति च गुणनिषेधः भवति तत् पुनः इकोयञ्चि आगत्य तत् तनु उकारः अकारः नीत्वा वकारः भवति तन्वन्ति रूपं निष्पन्नं भवति तनुयोगस्य अत्र सि अपि पित् प्रत्ययः हलादि पित् प्रत्ययः अस्ति तनुयोगसि तनो तत्र गुणं भूत्वा तनोसि तनोसि अत्रापि आदेशप्रत्ययसूत्रेण तत् षत्वं भवति तनोषि तनोषि रूपं भवति तनुयोगतः तनुतः किमपि कार्यं नास्ति हलादि हलादि अपि प्रत्ययः अस्ति थ अपि हलादि अपि प्रत्ययः अस्ति किमपि कार्यं नास्ति तनुथ तनुयोगमि हलादि अपि क्षम्यताम् अपि प्रत्ययः अस्ति तत्कारणात् तद् गुणः भवति उकारस्य उकार गुणं भूत्वा तनोमि तनुयोगो वः अत्र पूर्वं यथा अहं दोषः कृत्वा तत् संयोगपूर्वम् अस्ति तत् उकारः तदनन्तरं वः वा प्रत्ययः अस्ति तत्कारणात् तत् रूपद्वयं भवन्ति तत्र एकस्मिन् पक्षे उकारः तथैव तिष्ठति तनुवः अपि च अपरस्मिन् पक्षे उकार लोपः भवति तन्वः तथैव मह अपि तनुमः तन्मः अत्र लोपश्च अन्यतरस्यां मवोः सूत्रेण तस्य विकल्पेन रूपद्वयं भवति समीचीनं तस्य निमित्तं किं महोदय लोपश्च अन्यतरस्यां मकारवकार आदि प्रत्ययः भवेत् अपि च संयोग पूर्व उकारः अस्ति चेत् तथा भवति समीचीनम् उत्तमं विकल्पेन रूपद्वयं भवति अस्तु धन्यवादः महोदय रघुपतिमहोदय लोटि करोति वा लोटि तनुयोग तु इदानीम् अत्र तिप् अस्ति अतः गुणः भवति तनुयोग तनोतु तनोति इति अथवा तनुतात् इति तातङ्गि अत्र गुणः न भवति तनुतात् ताम् अत्र अपि तस्ति अतः तनुताम् इदानीं तनुयोग अन्तु अत्र यणसन्देहे प्रसक्तिः अस्ति तन् अत्र अपि तस्ति यणसन्देहे प्रसक्तिः अस्ति अतः तन् तनुयोग अन्तु तन्वन्तु इति तन्वन्तु इति रूपम् तनुयोग हि अपि तस्ति तनुहि इति भवति पर उतश्च इति सूत्रेण उतश्च इति अपदान् सोरि असंयोग तनु इति एव अवशिष्यते तनु एव अस्ति अथवा तनुतात् इति रूपद्वयं तं तनुतं यत्रापि किमपि कार्यं नास्ति अपि तस्ति अपि च तथैव बहुवचने अस्ति तनुत इति इदानीं तनुयोग आनि अपि तस्ति आडोत्तमस्य पित्वम् अस्ति पूर्वमपि पित् आसीत् अस्तु तनुयोग आनि तनु तन्वानि इति भवति तन्वानि इदानीम् अग्रे तनुयोग आव इति अस्ति अत्रापि गुणः भवति अनन्तरं यचो यव सूत्रेण तन्वाव तथैव तन्वाम इति रूपम् तत्र मध्यमपुरुषे एकवचनं तनोहि तनुतात् इति रूपम् अस्ति खलु उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन हि लोपः भूत्वा तनु इति रूपं तनु तनुतात् सूत्रेण गुणः भूत्वा अनन्तरं हि गुणः न भवति खलु आरोपितमस्ति खलु अपित्वम् आरोपितम् एवं पित् आसीत् अतः न भवति अस्तु धन्यवादः. समीचीनं. लङ्गीरूपं साधयतु भगिनी विजया भगिनी, अनन्तरं समापयामः. लङ् तत्र तनुयोगः तनुयोगः तनोत् इति आगच्छति. तनोत् तनुतां तनु तन्वन्न तनोः तनुतं तनुत तन्वं तनवं तनु तनुवः तन्मः तन्वः लङ् अनन्तरं तनुमः तन्मः इति रूपं भवति. आरम्भम् अडागमः कुत्रापि नागच्छति वा तत्र? तत्र न आगच्छति खलु भगिनि. एतत् सर्वं लङ् इति भगिनि उक्तवती किल इति न भवति. भवती एव उक्तवती लुङ् लङ्क्षु इति. लङ् लुङ् लङ्क्षु इति श्रीवल्ली भगिनी लङ्गि अपि वदतु भगिनी. समापयामः. प्रयत्नं करोमि. अहं प्रयत्नं करोमि भगिनि. शृणोतु भगिनि, तत्र सार्वधातुक आरुधातुकयोः गुणः भूत्वा तत्र तनोत् इति भवति. अतनोत् अतनोत् अतनोत्. अनन्तरं तत्र हलादि अपि अस्ति, अतः तत्र तत्र तनुताम् एव तत्र वर्णमेलनमेव अतनुताम्. अनन्तरं हलादि अपि तस्ति, अतः तत्र अनन्तरं तत्र गुणनिषेधः गुणनिषेधः अस्ति अत्र. अतन्वन् इति भवति खलु भगिनि, अतन्वन् अनन्तरम् अतन्वन् तत्र अनन्तरं मध्यमपुरुषे एकवचनं अतनु अतनु उकारस्य अतनु इति उकारस्य स्थाने ओकारः भव भूत्वा तत्र अनन्तरम् अतनोः तत्र ससरुचो रुहो इति सूत्रेण ऋत्वं भवति. अनन्तरं कर अवसानयोर्विसर्जनीयस्य इति सूत्रेण विस्तरः भवति, अतः तन् तत्र तनु तन्वोः वा भगिनि अतन्वोः अतन् अनन्तरं वर्णमेलनमेव अतनु योगः तम् अतनुतम् अनन्तरम् अतनु योगः त अतनुत इति भवति. अनन्तरम् उत्तमपुरुषे एकवचनम् अजादि पित् अस्ति, अतः तत्र गुणः भूत्वा तत्र सार्वधातुक अर्धधातुक इति सूत्रेण तत्र अतनु अतनुवम् इति भवति. तत्र ओकारस्थाने अव आदेशः भवति, यचो यव यावः यान्तवार्थदेशसन्धि भूत्वा तत्र अतनुवम् इति भवति. अनन्तरं हलादि अपि तस्ति, अतः तत्र अस्ययोगपूर्वः तत्र उकारस्य स्थाने वकारः आगच्छति, अतः तत्र अचिन्वः अनन्तरं लोपः च लोपश्च अन्यतरस्य मोः इति सूत्रेण मकारवकारयोः उकारः भवति तत्र. अनन्तरम् अचुन्वः अतन्वः अतन्वः अतन्वः अतु एक एव खलु अतन्वः एव अतन्व अतन्व अतन्व अतन्व अत् तादृशमेव तत्र अतन्म इति. समीचीनम्. अतनुव अतन्व अतनुम अतन्म इति एव. अस्तु, लिङ्ग्लकारे तु सर्वत्र अपित् अस्ति, अतः केवलं वर्णमेलनमेव. साधु, अग्रिमसप्ताहे आत्मनेपदि साधयामः, अनन्तरं कृधातुः कुर्मः, एतेन तद् पाठः अपि समाप्तः भवति. अस्तु, समीचीनं, धन्यवादः. धन्यवादः, नमस्कारः भगिनि. धन्यवादः भगिनि. धन्यवादः.